पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 212 नारद उवाच इत्युक्त्वा तस्य विप्रस्य पितरौ दिव्यरूपिणौ विमानवरमारुह्य गदौ हरिपुरं प्रति तयोः पुत्रस्तु तत्रैव कोशलायां दिनत्रयम् उषित्वा स्वगृहं प्रायात् चिन्तयं स्तीर्थवैभवम् इयमेव दुःखध्यन्ते विबुधैः कोशला नृप कथयिष्यामि तत्तेऽहं श्रवणोत्सुकचेतसे ते दाक्षिण्यात्या बडवस्तस्यामूषु मुमूर्षवः समर्थार्थप्रदायिन्यां कोशलायां विबध्यतां कश्चिदेकस्तदा तेषु तामानादृत्य कोशलां गच्छन्नारायणस्थानं विष्णुना वारितः पथि वृद्धब्राह्मणरूपेण प्रोक्तं चेदि द्विजं प्रति वृद्धब्राह्मण उवाच क्वयासि ब्राह्मणश्रेष्ठत्यक्त्वे मां कोशलां शुभाम् इन्द्रप्रस्थमिदं तीर्थं सर्वतीर्थोत्तमं द्विज कोशला ह्यत्र पुत्रेयं मुक्तिदा विष्णुवल्लभा यत्र यासि विहायैनां निष्कामपददायिनीं न सिद्धिर्भविता तत्र विष्णुस्ते च पराङ्मुखः मुक्तिं चेदिच्छसे विप्र तीर्थेऽन्या सम्प्रगृह्य च यस्येच्छया स्नासि तं तं वर्गं प्रदास्यति तव दृष्टिपथे विप्र सर्पोऽपि सुरतामियाद अस्या प्रसाददो मुक्तौ स्वर्गस्थौ विप्रदम्पती संजातप्रत्ययोऽपि त्वमेदन्माहात्म्यदर्शनात् लब्ध्वा भाग्योदयेनापि कथमेनां विमुञ्चसि यथा कश्चित्तृषार्थोऽपि लब्ध्वाप्यमृत वारिधिं तं त्यक्त्वा यादि पङ्गाभस्तद्वत्त्वं मूढदृश्यसे यथा चिन्तामणिं कश्चित् कूपे क्षिपति मोहितः हस्तस्थं या गतिस्तस्य दृश्यते सा गतिस्तव आराध्य विष्णुं विश्वेशम् यथा कश्चित् पुमान् कुधीः सुखमैन्द्रियकं तुच्छं याचते सा गदिस्तव न यादि कोशलामेनां त्यक्त्वा सर्वार्थदायिनीं स्नातस्यात्र दिवप्राप्तिर्मृदस्यामृद संस्थितिः नारद उवाच राजन्नाकर्ण्य विप्रोऽसौ द्विजश्रेयभृदो हरेः वाक्यं प्रोवाच विप्राय श्रेष्ठं बदरिकाश्रमं विप्र उवाच भो भो विप्रवरश्रद्धा तव वाक्येन जायते मम श्रुतवदपूर्वमल्पग्रामस्य वैभवम् इन्द्रप्रस्थमिदं तीर्थं न कदाचिन्मया श्रुतं कुतस्तु कोशलावृद्ध येतदन्तरवर्तिनी यत्र नारायणसाक्षान् मुक्ता यत्र च योगिनः मुक्त्वा तमाश्रमं पुण्यं तिष्ठाम्यत्र कथं द्विज यथागत्य स्वयं विष्णुरित्युक्त्वा मां निवारयेद बदर्याश्चाधिकं क्षेत्रमिन्द्रप्रस्थमिदं द्विज तदाहं न प्रदिष्टामि चालितोऽपितमाश्रमं मुक्तिकामस्वसदनान्यथा स्थितिरत्र मे। नारद उवाच इत्युक्ते तेन विप्रेण प्रादुरासीच्च दुर्भुजः विहाय प्राकृतं रूपं दिव्यरूपतरो हरिः। उवाच च महाभागं तं द्विजं मोक्षकामुखं विष्णुरुवाच इन्द्रप्रस्थमिदं विप्र सर्वतीर्थोत्तमोत्तमं ब्रह्मज्ञेष्विव सर्वेषु शम्भुर्गङ्गानदीष्विव हिमावानिव शैलेषु पक्षिराडिव पक्षिषु त्रिदशेषु यथा शक्रो वैष्णवेष्विव नारदः तेजस्विषु यथा सूर्यः क्षीराब्धिरिव चाब्धिषु यथा वर्णेषु भूदेवसृष्टिष्विव पितामहः विष्णोर्यथावतारेषु कौशल्याजनितो वरः तथा समस्ततीर्थेषु चक्रप्रस्थमिदं वरं निष्कामो वा सकामो वा यादितीर्थे क्वचिन्नरः तत्र तत्र समस्तात्मा फलदादाहमेव वै। इन्द्रप्रस्थान्तरगदां त्यक्त्वा यो यादिकोशलां स नो फलमवाप्नोति भक्तो वरदवृन्तपाद। नारद उवाच एवं निशम्य तद्वाक्यं दृष्ट्वा तद्रूपमुत्तमं प्रणिपत्य रमाकान्तं तस्यामेवागमद्विजः। भगवानपि विश्वात्मा सपद्यं तर्धद्धे विभुः तत्त्वमुद्दिश्य तं विप्रं तेन भावेन पूजितः। तत्रागत्य स विप्रोऽसौ कोशलायां नराधिप कथयामास तद्वृत्तं सर्वं सर्वान् स्वसङ्गिनः। तेऽपि श्रुत्वा महाभागा दाक्षिणात्या द्विजादयः तस्या मनशनं कृत्वा तत्यजु प्राकृतं बभूः। तदेव गरुडारूढश्रीविष्णुं समुपागतः विमानैः स्वगणैः सार्धं तावद्भिर्दीप्तिभास्वरैः। तेदं दृष्ट्वा समायान्तं विमानं गणसंयुधं वपुषा दिव्यरूपेण दण्डवत् पतिता भुवि। तुष्टवुश्च द्विजाः सर्वे दिव्यज्ञानवपुर्धराः तं दिव्यरूपिणं देवदेव वन्द्य पदाम्बुजम्। ब्राह्मण ऊचुः नमस्ते सीतपुष्पसङ्काशभासं तनुं बिभ्रदे पीदवासो वृदाय लसत्कुण्डलप्रोत नानो फलाय श्रुतौ चञ्चला व्यापिनीलाम्बुदाय। भक्तिस्त्वदीया किल कल्पवल्ली समाश्रिता यच्छति चित्तवाञ्छितं यथा तथैषा तव कोशला विभोजनैरुभेदे कृपया तवाप्यदे। वन्दामहे ते चरणारविन्दं वृन्दारकैर्वृन्दितमीश्वराद्यैः विचिन्त्यमानं हृदि योगिवृन्दैः कन्दं परानन्दभुवो विमुक्तेः। प्राप्ताकामं श्रीपदे त्वत्स्वरूपं श्रीवत्साध्यैर्लक्षितं चारुचिह्नैः। वाञ्छामस्ते दासभावं तथापि प्राप्तं सर्वैरादृतं नारदाद्यैः। यत्सौख्यं ते दासभावं गदानां तन्नो लक्ष्म्या वक्षसौन्दर्वसत्याः। तज्जानाति श्रीपदे श्रीमहेशो नान्यो लोके येन तच्चानुभूतं मध्येऽस्माकं श्रीपदे सेवकानां नीरागाणामप्यसौ माननीयः अस्मात्तं ते नारदाद्या मुनीशास्त्वद्भक्ताप्तैर्लोकनाथं भजन्ते कामं ब्रह्मानन्दमासोऽन्तरात्मा त्वद्दास्येनो तृप्ति मायाधिशम्भुः वारं वारं त्वद्गुणानाग्रहीतुं नृत्यत्युच्चैस्त्वत्परो भावयुक्तः हेदोरस्माद्देहिनः स्वस्य दास्यं यत् प्राप्तानां नोर्मयः सम्भवन्ति त्वच्चिह्नाङ्गौ द्वारपालौ तदीयौ मोहाद्धामप्राप्य तौ तत् स्वकीयम् लोकादस्मादन्तरेण त्वदिच्छा त्वल्लोकनां नोद्यते च सुपादः को जानीयात् तावगीमत्र मायां दुर्विज्ञेयां ब्रह्म सर्वादिदेवैः नारद उवाच एवं तैस्तूयमानः स प्रभुर्निजपदोन्मुखः उवाच तान् दाक्षिणात्यान्मेख गम्भीरया गिरा श्रीभगवानुवाच भो भो द्विज भवं तोऽस्य कोशलाया प्रसादतः सारूप्यमपि मे प्राप्ता दासभावं च यस्यथ अद्य प्रभृति मे विप्रास्तीर्थ मे ददनुत्तमं दक्षिण कौशलेत्युच्चैर्नाम्नाख्यातं भविष्यति यत्र दाशरथी भूत्वा निःनिष्यदशाननं सा कथ्यते मुनिवरै सर्वैरुत्तरकौशला विपन्नो ज्ञानवानस्य वैकुण्ठमधिरोहति विनापि तद्वसेद्योऽस्यां सोऽपि स्वर्गं च गच्छति इमां ततो दशगुणामाहुर्दक्षिणकौशलाम् एकादशगुणामेके सम्यगाहुर्मुनीश्वराः इयानेव विशेषोऽस्ति तस्या अस्यामधिर्मम तस्यां मृदं नयं त्येते वैकुण्ठं मामकागणाः अस्यामृतं स्वयमहमनन्यवदमानसम् आरोप्य गरुडं दत्त्वा सारूप्यं प्रापयामि तद् नारद उवाच इत्युक्त्वा तान् द्विजान् विष्णुर्नीत्वा वैकुण्ठमभ्यगाद महिमानं स्तुवन्नस्य स्वयं तीर्थस्य भूपते एतत्ते सर्वमाख्यातं कारणं जगदीपते येनेयं कथ्यते विज्ञैरिह दक्षिणकोशला कलिमलकुलहन्दा शृण्वतां मानवानां कमलनयनपादप्राप्तये वाञ्छितश्च नृपवरमहिमा ते वर्णितकोशलाय मधुवन भववृत्तं शृण्वतस्ते वदामि इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमहात्म्ये कोशलामहिमा वर्णनं नाम द्वादशाधिकद्विशततमोऽध्यायः ॐ